ओके ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः श्रीगणेशाय नमः ॐ सरस्वती नमः श्रीगुरुभ्यो नमः अस्तु समीचीनम् त्रिमुनिवन्दना अस्ति अपि अत्र येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ॐ गणेशाय नमः ॐ सरस्वती नमः ॐ वाग्देवी नमः ॐ गुरुभ्यो नमः हरि ओम् सर्वेभ्यः नमस्कारः इदानीं एक प्रार्थना अस्ति भगिनि भगिनी किञ्चित् मन्दं वदतु भगिनि भवती स्पीड् क्षमीकरोमि तदेव मम रिक्वेस्ट् भगिनि कोञ्चं स्लो क्षमीकरोमि धन्यवादः थेङ्क् यू अस्तु इदानीमत्र प्रथमं भागीरथी चन्द्रशेखर् अस्ति खलु आं भगिनि पठतु लक्ष्यपदान्तस्य जलि एकवारमपि पूर्वं पूर्वम् एकनिमिषम् अत्र मिदोच इदितो नुं धातोः अत्र कोऽपि एतद् विषये किञ्चित् वक्तुम् इच्छति वा भागीरथी एव वदतु एकनिमिषं भगिनि कुत्र अस्ति अत्र सङ्गणके द्रष्टुं शक्यते खलु नुम् आगमः बृहत् इदितौनु धातोः इदितः धातोः नुम् आगमः भवति इदित् इत्युक्ते इत् यस्य सः अत्र प्रथम इत् नाम ह्रस्व इकारः द्वितीयः इत् नाम इत्संज्ञा ह्रस्व इकारस्य इत्संज्ञा यस्य सः धातुः इदित् इत् यस्य सः इदित् बहुव्रीहिः तस्य इदितः इदितः षष्ट्यन्तं नुं प्रथमान्तं धातोः षष्ट्यन्तं त्रिपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णम् इदितः धातोः नुम् तर्हि यः धातुः इदित् अस्ति तस्य नुमागमः भवति इति इदं सूत्रं सूचयति बहवः इदितः धातवः सन्ति यत्र कुत्रापि धातो ह्रस्व इकारस्य इत्संज्ञा भवति तस्मिन् धातौ नुम् आगमः भवति एव सः धातुः इदित् अस्ति अतः नुमागमः अस्तु एकं पङ्क्तिः स्वीकृत्य अत्र अर्थं वदतु इदितः धातुः इत् यदा ह्रस्व अकारः इत्संज्ञा भवति तदेव इदितः प्रथमं इत् वदतु इत् प्रथमः इत् अत्र इत्संज्ञा एव इत् यत्र इत् भवति सः एव इदितः तत्र प्रथम इत् नाम ह्रस्व इकारः अत्र अत् अस्ति अत् अपि अस्ति खलु अत् ह्रस्व आकारः तादृशमेव अत्र इत् अस्ति चेत् अत्र इत् नाम ह्रस्व इकारः एव ह्रस्व इकारः अनन्तरं द्वितीय इत् अस्ति खलु एतत् इत् संज्ञा भवति इत् संज्ञा वयं सर्वं जानीमः खलु अत्र माहेश्वराणि सूत्रमे अस्ति अयुन् एवं अयौ चायवरट् एतत् सर्वम् अस्ति अत्र अन्तिम वर्णः इत् भवति तादृशमेव अत्र अपि प्रथम इत् अस्ति चेत् इदितः प्रथम इत् अत्र किं सूचयति चेत् ह्रस्व इकारः एव, अनन्तरम् अन्त पुनरपि एकः इत् इत् इत् अस्ति खलु, अत्र पुनरपि इत् आगच्छति. एतत् द्वितीय इत् तु इत् भवति, इत् संज्ञा भवति, वयं सर्वं जानीमः माहेश्वराणि सूत्राणि सर्वे सूत्राणि अन्तिमवर्णः इत् भवति इति वयं जानीमः एव. अस्तु जानीमः, तावदेव अत्र. अनन्तरं इदानीं यदा धातुः इदित् धातुः अस्ति तदेव नुमागमः भवति, सूत्र इति सूत्रं भवति. अत्र उदाहरणरूपेण अत्र अधः अस्ति, अधः पश्यतु, अत्र वदी इति धातुः स्वीकृत्य अत्र उदाहरणरूपेण अस्ति खलु, एतदपि पठतु. वदी वदी वद् अत्र वदी नास्ति, वदी अत्र अनुनासिकवर्णः अस्ति खलु, एतत् नाभिकमलात् नाभिकमलात् आगन्तव्यं, बहिः मुखे मुखेन आगन्तव्यम्, अतः तत्र वदे अस्तु. अनन्तरं वदे इदानीमेव इति भवति खलु, तद् अनन्तरमेव अत्र वद् इति भवति. वदतु वद् इति भवति इदितोः नुमागमः इति सूत्रस्य आधारेण वकारस्य परं नकारः आदेशः भवति. न पूर्वम् एतत् उपदेशः अज अनुनासिक इत् एतत् विषये वदतु. उपदेशे अजु अनिन अज अनुनासिक इत् इति सूत्रस्य आधारेण अनुनासिक इकारः इकारः इत्संज्ञा भूत्वा तस्य इत्संज्ञा भवति, तस्य लोपः इति आधारेण तस्य लोपः भवति, दि अवशिष्यरूपं वदि वद् वद् वद् वद् वद् वद् वद् वद् इदितोनुमागमः इति सूत्रस्य आधारेण नकारस्य आगमः भवति, अतः बन्द् बन्द् इति भवति. इदितो नुम् धातोः खलु, इदितो नुम् धातोः अत्र 7158 सप्तमाध्याये प्रथमपादे अष्टापञ्चाशत्तमं सूत्रं 7158 अत्र 7158 पश्यामि चेत् 7158 अत्र इदितो नुम् धातोः किं सूचयति, इदित् धातोः नुम् आगमः भवति, कुत्र भवति अत्र कुत्र भवति इति चेत् अत्र पश्यतु, यस्मिन् धातौ औपदेशिक अवस्थायाम् इदानीं वदे इति वयं दृष्टवन्तः खलु, अत्र औपदेशिक अवस्थायाम् इकारः इत्संज्ञकः अस्ति, इदानीमेव वयं दृष्टवन्तः उपदेश अज अनुनासिक इत् इत्यनेन. अनन्तरं तस्य धातोः नुम् आगमः भवति, कदा भवति, अयम् आगमः मित् आगमः, इदितो नुम् नुम् अस्ति खलु अत्र मकारः अन्तु, एतत् मित् अस्ति, अतः मिदचोन्त्यात् इत्यनेन द्रष्टुं शक्यते खलु सङ्गणके मध्ये, सम्यक् द्रष्टुं शक्नोमि. मिदचोन्त्यात् परः इत्यनेन अन्त्यात् अचः परः आगच्छति एव, एतत् मनसि स्थापनीयमेव, अन्त्यात् परः अन्त्यात् अचः परः, इदानीम् अन्त्यात् अचः परः किम् अस्ति अत्र, अन्त्यात् अचः परः वक् व उत्तरवर्ति वकार उत्तरवर्ति अकारः अस्ति खलु, अतः अन्त्यात् परः अकारः अस्ति, वकार उत्तरवर्ति अकारः, अतः वकारः अनन्तरं दकारः मध्ये इति तोनुं धातोः स्थापनीयं तावदेव। अत्र अतः तत्र वन्द् इति भवति। इदानीं समीचीनं वा? समीचीनं भगिनि, सम्यक् अवगतं भगिनि, धन्यवादः। अस्तु अग्रे गच्छतु इदानीं। अस्ति खलु भागीरथी? आं भगिनि, अग्रे कुत्र अवधि? इदानीं वन्द् इति आगच्छति खलु, वन्द् इति आगच्छति, इदानीं लक्ष्यपदान्तस्य जलि, ओ लक्ष्यपद उपरि उपरि गच्छतु भगिनि, किञ्चित् उपरि गच्छतु भगिनि। किञ्चित् किञ्चित् अपि उपरि नश्चात् पदान्तस्य जलि, सो अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारः आदेशः भवति जलि परे। एकनिमिषम्, अत्र नच्यपदान्तस्य जलि अष्टमाध्याये तृतीयपादे चतुर्विंशतितमं सूत्रम् A324 एतदपि पश्यामः। A324 एतत् किं सूचयति? अपदान्तस्य मकारस्य द्रष्टुं शक्यते खलु? आं भगिनि, अपदान्तस्य पदान्तस्य नास्ति, अपदान्तस्य पदमत्र नास्ति एव, नास्ति अपदान्तस्य मकारस्य अपदान्तस्य नकारस्य, नकारः मध्ये आगच्छति खलु इति तु धातोः इत्यनेन, अत्र मध्ये नकारः अस्ति, अपदान्तस्य मकारस्य अपदान्तस्य नकारस्य च जल्वर्णे परे, जल्वर्णे परे परे जल्वर्णः भवितव्यं, जल्वर्णे परे संहितायाम् यत्र समीपम् अस्ति अत्र अनुस्वारः आदेशः भवति। एतत् मनसि स्थापनीयम्। इदानीं यः मकारः नकारः पदस्य अन्ते च विद्यते तस्य जल्वर्णे परे संहितायाम्, अत्र नकारस्य स्थाने किम् आगच्छति इदानीं? नकारस्य स्थाने अनुस्वारः आगच्छति, अनुस्वारः आगच्छति, समीचीनम्। इदानीं पठतु नच्य पदान्तस्य जलि इत्यनेन, नकारस्य स्थाने किम् आगच्छति? नकारस्य स्थाने अनुस्वारः आगच्छति, समीचीनम्, उत्तमम्। अग्रे अग्रे कुतः भगिनि? अग्रे पठतु नक्षपदान्तस्य जलि, जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारः आदेशः, उदाहरणम् इदानीं पठितवती खलु वन्द् भगिनि, जल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णः अपि च श श स ह इति वर्णाः अन्तर्भूताः, इत्युक्ते जल् भागीरथि अत्र उदाहरणरूपेण स्वीकृतवती खलु? आम् पठतु अत्र वन्द् नचपदान्तस्य जलि अभवत्, अग्रे इतोपि भगिनि स्क्रीन् एकनिमिषं, स्क्रीन् इदानीमेव बहु लघु अस्ति भगिनि मम स्क्रीन्, इदानीं वन्द् वन्द् वन्द् इदितो नुम् धातोः वन्द् वन्द् अनुस्वारः उपरि अस्ति, नश्चात् पदान्तस्य जलि, वन्द् वकारस्य उपरि अनुस्वारः अस्ति वन्द्, अनुस्वारस्य ययि परसवर्णः, किमर्थम् अत्र अनुस्वारस्य ययि परसवर्णः, परसवर्णः यै इति प्रत्याहारः अस्ति, तत् समये अनुस्वारः परसवर्णः यत्र भवति तत् समये अनुस्वारः यै परसवर्णः, परसवर्णः अत्र किम् अस्ति? दकारः अस्ति, 8458 अष्टमाध्याये चतुर्थपादे पञ्चाशत्तमं सूत्रमत्र 8458 पश्येम 8458 अपदान्त एकनिमिषम् 8458 अत्र अनुस्वारस्य यै परसवर्णः अत्र यै प्रत्याहारः वर्गीयव्यञ्जनानि सर्वे आगच्छन्ति अनन्तरम् अन्तस्थाः आगच्छन्ति अनन्तरम् आहत्य आहत्य एकोनत्रिंशत् वर्णाः तत्र अस्ति अनुस्वारस्य यै वर्णे परे परसवर्णः आदेशः भवति इदानीम् अत्र परवर्णः किम् अस्ति चेत् अत्र उदाहरणरूपेण द्रष्टुं शक्यते एव परवर्णः किम् अस्ति अत्र दकारः अस्ति खलु द अन्तिमवर्णः किम् अस्ति नकारः न अस्ति खलु अतः परसवर्णः अन्तिमवर्णः किम् अस्ति एतत् इदानीम् आगच्छति अनुस्वारस्य यै परसवर्णः इति सूत्रेण अतः अनुस्वारस्य यै यै परसवर्णः नकारस्य अन्तिमवर्णः इदानीं पुनरपि नकारः आगच्छति पूर्वमेव अत्र वन्द् इति अस्ति किमर्थम् अत्र पुनरपि अत्र नच पदान्तस्य जलि पुनरपि अत्र अनुस्वारस्य ययि परसवर्णः अत्र पाणिनिना यत् सूत्रं कृतं यत् व्यर्थं न भवति खलु वेस्ट् अभवकूडदु इल्या अतः अत्र प्रथमम् उपदेश अजु अनुनासिक इत् इत्यनेन इकारस्य उपरि अनुनासिकवर्णः अपि इत् भवति इदानीं वद् भवति इदितोनुं धातोः इत्यनेन मिदचोन्त्यात् परः अन्तिमवर्णः अच् अस्ति वकार उत्तरवर्ति अकारः अतः इदितोनुं धातोः मध्ये आगच्छति इदानीम् अत्र पदम् अस्ति वन्द् इति एक नूतनधातुः आगच्छति अत्र वन्द् इति पदं नास्ति अपदान्त अस्ति अतः तत्र न च अपदान्तस्य नः च अपदान्तस्य जलि प्रत्यये परे अस्ति चेत् अत्र इदानीं किमस्ति अत्र नकारस्य स्थाने अनुस्वारः भवति अतः वन्द् इति भवति अनुस्वारः वन्द् वकार उत्तरवर्ति अत्र किं द्रष्टुं शक्यते अनुस्वारः इदानीम् अनुस्वारस्य यै परसवर्णः परसवर्णः किम् अस्ति अत्र दकारः दकारस्य दकारः अन्तिमवर्णः नकारः इदानीं मध्ये नकारः आगच्छति अतः पूर्णतया अत्र रूपं निष्पन्नं वन्द् इति एतदेव अत्र वन्द् वन्देते वन्दन्ते वन्दसे वन्देते वन्दद्वे वन्दे वन्दामहे वन्दामहे इति वयं स्वीकुर्मः खलु धातुरूपं वन्द् इति इदानीम् अवगच्छति वा इत्युक्ते किं भगिनि अहं न उत्तरवर्ति यत् वकार उत्तरवर्ति उत्तरं किम् अस्ति उत्तरं विधानम् अस्ति अन्धकालतल्लं सोल्लुवं इल्लया उत्तरे पश्यतु मेले पारु अपि उत्तरम् उत्तरम् इत्युक्ते साधारणतमिळ् भाषा एव उत्तरम् इति उत्तरम् अतः वकार उत्तरवर्ति वर्ति इत्युक्ते अस्ति खलु अहं वर्तते अहमस्मि सः अस्ति सर्वम् अवगच्छति वा भगीरथी सम्यक् अवगतं भगिनि इदानीम् अत्र प्रश्नः अस्ति वा पृच्छतु परसवर्णः अत्र दकारः अस्ति खलु वन्द् इति परसवर्णः अत्र मध्ये पश्यतु वन्द् इति अस्ति खलु वन्द् अत्र अनुस्वारः नच पदान्तस्य जलि इत्यनेन अत्र अनुस्वारः आगच्छति वन्द् इति वकार उत्तरवर्ति इदानीम् अकारः नास्ति अत्र अनुस्वारः एव तिष्ठति अत्र खलु इदानीं वन् वा वकारः अनुस्वारः अनन्तरं दकारः अस्ति दकारः इदानीं यै प्रत्याहारे परसवर्णः किम् अस्ति इति द्रष्टव्यं दकारः अस्ति, दकारस्य परसवर्णः किम् अत्र? न न न, अत्र उच्चारणं सम्यक् करो, सम्यक् पठतु, वदतु. त थ द ध, अत्र उच्चारणं प्रथमं लघु अस्ति, अनन्तरं महाप्राण अस्ति. एतत् नाभिकमलात् आगन्तव्यम् आगन्तव्यम्. अतः त थ द, तृतीयवर्णः अस्ति खलु. अत्र पङ्क्तिः स्वीकृत्य त थ द ध न, अन्तिमवर्णः किम् अस्ति अत्र? नकार. नकार. त थ द ध न, एतत् नकारः आगच्छति इदानीम् अनुस्वारस्य ययि परसवर्णः अस्ति अत्र. अतः वन्द् इति अन्तिमरूपं निष्पन्नम् अत्र. इतोपि अत्र प्रश्नः अस्ति चेत् इदानीं परस्वर्ण अर्थमस्ति अन्तिमवर्ण आफ् द सेम् ग्रूप्. हा, समीचीनं समीचीनम्. इदानीं उदाहरणरूपेण अन्यपदमपि स्वीकुर्मः चेत् अत्र पश्यतु, अङ्क् इति अस्ति खलु. हा, परसवर्ण इत्युक्ते एनी लेटर् आफ् द मेचिङ्ग् रो, रैट्? हा, समीचीनम्. लास्ट् लेटर्, लास्ट् लेटर् आफ् द लेटर् वाट् यु आर् हेविङ्ग्. इदानीम् अन्यरूपमपि पश्यतु अत्र. इदानीं क्षम्यताम्, परसवर्ण इत्युक्ते परस्थाने सवर्णः आगच्छति, सवर्णः समानवर्णः आगच्छति, करेक्ट्? एतदेव. आम् आम् आम्. ओके भगिनि, अस्तु. अन्तिम इतोपि उदाहरणं पश्यतु अत्र. अङ्क् इति अस्ति, अङ्क् इदानीम् अत्र इदितो नुम् धातोः इत्यनेन पश्यतु अत्र. अङ्क् इति अस्ति, अनन्तरम् अत्र इदितो नुम् धातोः इत्यनेन अकारः मध्ये नकारः आगच्छति. अत्र पश्यतु, अनुस्वारस्य विपरसवर्णः आगच्छति खलु, नच्च पदान्तस्य जलि इत्यनेन. द्रष्टुं शक्यते खलु? अत्र परसवर्णः ककारस्य परसवर्णः किम् अस्ति अत्र? ख ख ग घ अस्ति खलु परसवर्णः, ञकारः. एतत् अत्र आगच्छति, अतः तत्र अङ्क इति भवति. परसवर्णः इत्युक्ते यत्र इदानीं मुञ्चति इति पश्यतु, मुञ्चति, द्रष्टुं शक्यते खलु, मुञ्चति. आं भगिनि, मुञ्चति अस्ति. अत्र अपि पश्यतु, चकारः एव खलु, मुच् इति अस्ति, मुञ्चि इति भवति. अनुस्वारस्य ययि परसवर्णः इति नकारस्य परसवर्णः किम् अत्र? समी एतत् अन्तिमवर्णः, चकारस्य अन्तिमवर्णः किम्? छ डोन् वद, तादृशं मा वदतु. महाप्राण अस्ति, महाप्राणः गुरु अस्ति, गुरु इत्युक्ते वेट् अस्ति अत्र. अतः नाभिकमलात् एतत् आगन्तव्यं बहिः. किमस्ति? छ छ ज झ. यदा तादृशं वदति परीक्षासमये एतत् समीचीनतया मनसि आगन्तुं शक्यते, अनन्तरम् अत्र दोषाः अपि न आगच्छति लेखनसमये. अस्तु, इदानीं छ छ छ इति इति वदति चेत् अत्र लेखनसमये दोषाः कर्तुं शक्यन्ते. अतः पठनसमये मुच्यति, मुच्य मुच्य मुच्य इति पदमस्ति, मुच्य. अत्र सेकेण्ड् चकारः, द्वितीयचकारः आगच्छति, मुच्य. प्रथमवर्णः, अत्र किमपि प्रयत्नं नास्ति, प्रयत्नं नास्ति, प्रथमवर्णः एव, अतः मुच् मुच् मुज् मुज्. सो पठनसमये यत्र यत्र महाप्राणः आगन्तव्यं तत् समये महाप्राणवर्णः प्रयोगितव्यम्. यत् किमर्थं किमर्थम् एतत् तादृशं वक्तव्यं चेत् यदा तादृशम् अभ्यासं करोति चेत् लेखनसमये अत्र दोषाः कर्तुं न शक्यते एव. अस्तु, इदानीं मुच्यति प्रथमचकारः, अत्र किमपि एफर्ट्स् प्रयत्नं न आगच्छति. परस्वर्ण अस्ति तु अन्तिमवर्ण अहं जानामि किम, अन्तिमवर्णे आयाति परस्वर्ण अत्र च छ ज झ अन्तिम अन्तिम यत्र पङ्क्तिः अस्ति खलु, कुचुटु तुपु अस्ति खलु, कुचुटु तुपु जानाति वा, कू कू कू एतत् पञ्चम पञ्चवर्णाः सन्ति. कू अस्ति खलु, कू छु पञ्चवर्णाः अत्रापि, कू छु टु टु अत्रापि पञ्चवर्णाः सन्ति, कू छु टु टु थ थ द ध न नारायणन, कू छु टु टु पु प थ व भ म. सो एतत् सर्वं कुचुटु तुपु इत्युक्ते अत्र पञ्चविंशतिः वर्णाः सन्ति इति मनसि स्थापनीयम्. अस्तु, समीचीनं वा? अत्र पङ्क्तिः परसवर्णः समीचीनं, पञ्चमवर्णः आयाति आगच्छति अत्र पञ्चम. अत्र उदाहरणरूपेण इदं दृष्टवन्तः खलु, इदानीं वदि वन्द् दकारः अस्ति, अन्तिमवर्णः नकारः अस्ति, परसवर्णः, अतः तत्र वन्द् इति भवति. इदानीम् अङ्क् इति, अङ्क् भवत्याः अङ्क् किम् अस्ति, उन्नोड मार्क् एवलो भवत्याः अत्र पञ्चमवर्णः अङ्क्. इदानीं मुञ्चति पञ्चमवर्णः, अनुस्वारस्य ययि परसवर्णः मुञ्चति मुच् अस्ति. इदानीं नकारस्य परसवर्णः किम् अस्ति चेत् अत्र चकारः अस्ति, चकारस्य पञ्चमवर्णः ञकारः, अतः तत्र मुञ्चति इति भवति अन्तिमरूपम्. इदानीं त्रीणि वदतु. अत्र अनुस्वर अस्ति चेत् पञ्चमवर्ण परसवर्णः, अन्य कोऽपि वर्ण अन्य कोऽपि वर्ण चेत् पर सवर्ण अन्य अपि शक्यते वा? इदानीम् अत्र परसवर्णः, इदानीम् अन्य अन्य उदाहरणमपि पश्यतु, अन्य उदाहरणमपि पश्यतु. कण्ठनीय अत्र एतत् सर्वम् इदितोनुं धातोः एतत् सर्वम् आगच्छति, अनन्तरं नच पदान्तस्य जलि कण्ठनीय इति आगच्छति. महोदय अनुस्वार अस्ति, ऐ एम् आस्किङ्ग् बिकास् इट् इस् अनुस्वार, दट् इस् वै सवर्ण बिकेम्स् द पञ्चम वर्ण आफ़् द सीरीस्. इदानीम् अन्य उदाहरणं, वी विल् जस्ट् लीव् इट् लैक् दट्. पञ्चम अनुस्वारस्य ययि परसवर्णः, इदानीम् अत्र कण्ठनीयः, अत्र उपरि अनुस्वारः अस्ति, तत्र टकारः अस्ति, टकारस्य अन्तिमवर्णः किम् अस्ति अत्र कण्ठनीयः? एतत् तत्र एव तिष्ठतु, तत्रैव तिष्ठतु, अधिकं न गच्छतु, अधिकं न गच्छतु. एतत् अनुस्वारस्य ययि परसवर्णः स्थापनीयं तत्र एव. किमर्थं किमर्थम् अत्र मनसि क्लेशः आगच्छति? एतत् न च पदान्तस्य जलि आगच्छति, न पदान्तस्य मकारस्य नकारस्य अनुस्वारः आगच्छति. अनन्तरम् एतत् द्वयोः मध्ये किम् अस्ति अत्र, यत्र यत्र नच पदान्तस्य जलि आगच्छति तत्र तत्र अनुस्वारस्य ययि परसवर्णः आगच्छति इति मनसि स्थापनीयं. तावदेव, तिष्ठतु तत्रैव. इदानीम् इतोपि प्रश्नः अस्ति वा? पृच्छतु. अत्र किमस्ति एकनिमिषं, भागीरथी अभवत्, गीता श्रीधर् अस्ति वा? नमस्कारः भगिनी, अहमस्मि. पठतु अत्र यदा निधि निधि अत्र निधि न नकारः द मूर्धन्य ऐं महाप्राणनकारः प्रयोगं तादृशं कर्तव्यं. साधारणनकारः नारायणनकारः त नकारः नास्ति. पठतु. यथा निधिं निद् नो नः षष्ठमध्याये प्रथमपादे चतुर्षष्टितमश्लोकः इत्यनेन तमम् इदानीं तमम् अत्र सूत्रम् इति नपुंसकलिङ्गपदमस्ति खलु? अस्तु. अतः तत्र चतुष्षष्टितमं सूत्रं तमं सूत्रं सूत्रं वदतु. इद् अयं धातुः इदित् नाम ह्रस्व इकारः इत् इत् संज्ञकः यस्य सः निद् धातोः इत् इत् अस्ति इति कारणेन नुमागमः. तत्र इत् ह्रस्व इकारः इत्संज्ञा भवति इति कारणेन नुमागमः भवति. अधुना निद् धातौ नुम् कुत्र आयाति? नुम् आगमः मित्. अतः अयं नकारः धातोः अन्तिमस्वरात् परे आयाति इति अग्रिमं सूत्रं वक्ति. नुम् इति आगमे हलन्त्यम् इत्यनेन प्रथमाध्याये तृतीयपादे तृतीयं श्लोकं सूत्रम् इत्यनेन मकारस्य इत्संज्ञा उपदेशे अजनुनासिक इत् इत्यनेन उकारस्य इत्संज्ञा न नकारः इति अवशिष्यते न एव अवशिष्यते. इदानीम् एकमेकं पङ्क्तिं स्वीकृत्य अर्थं वदतु. अस्तु भगिनि. निधि अत्र निद् धातु तत्र इकारः अस्ति, ह्रस्व इकारः अस्ति, अतः इत्संज्ञा भवति, इकारः इत्संज्ञा भवति. निद् धातोः इत् अस्ति इति कारणेन इत्संज्ञा भवति. निद् धातौ तत्र नुमागमः भवति, आगच्छति. नुम् आगमः नुम् इत्युक्ते मकारस्य मित् भवति, मकारः इत् भवति, अतः मित्. अत्र अत्र नो नः इति सूत्रेण सूत्रं किं वदति? प्रथमम् एतत् मुख्य अंशः अस्ति. धातोः धातोः आदौ मूर्धनकारः अस्ति चेत् तत्र दन्तनकारः तत्र तस्मिन् स्थाने दन्त्यनकारः दन्त्यनकारः आयाति. समीचीनम्. एतदेव अत्र प्रथमं द्रष्टव्यं किम् एतत् सूत्रं किं वदति इति. अग्रे. अस्तु भगिनि. नुम् अत्र मकारस्य इत्संज्ञा भवति, अह अतः मित् अन्तिमस्वरात् परे आयाति अग्रिमं सूत्रं वक्ति. अनन्तरम् अग्रिमसूत्रम् आगच्छति. नुम् इति आगमे नुम् अत्र हलन्त्यम् उपदेशे अजनुनासिक इति सूत्रेण मकारस्य इत्संज्ञा भवति. अस्तु. अग्रे नकारः एव अवशिष्यते उपदेशे अजनुनासिक इति कारणेन उकारः अपि गच्छति, नकारः एव अवशिष्यते. समीचीनम्. अस्तु. अग्रे. अत्र एकनिमिषं कन्नम्मा सि अस्ति वा? कन्नम्मा सि. अस्तु. मुत्तुलक्ष्मी अस्मि भगिनि, अस्मि भगिनि. मम कन्नम्मा, कन्नम्मा वा न तु भूतलक्ष्मी वा? कन्नम्मा. पठतु, पठतु, अग्रे पठतु. मिदच्छोन्त्यात् परः. करपत्र स्वीकृत्य पठामि. अत्र सङ्गणके अपि अस्ति, बृहत्तया बृहत्तया मया कृतमपि अत्र. नूनः अग्रे मिदच्छोन्त्यात् परः इति अस्ति. नूनः अग्रे भगिनि सेल् मध्ये अस्ति वा भवती? भवती सेल् मध्ये न, स्क्रीन् लघु एव अस्ति, अतः अहं पृच्छामि. अत्र सङ्गणके अपि द्रष्टुं शक्यते खलु? न वा? शक्नो. अस्तु, इदानीम् इदानीं द्रष्टुं शक्यते वा? मिदच्छोन्त्यात् परः. प्रथम अध्याये प्रथमपाद प्रथमपादे एतत् सर्वं सप्तमी सप्तमी प्रथम अध्याये सप्तमी प्रथमपादे सप्तमी अनन्तरं पठतु. सप्त चत्वारिंशत् चत्वारिंशत्तमं चतुर्थतमं सूत्रं सूत्रं यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः आयाति. अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिमावयोः भवति. अत्र पठितुं शक्य न शक्यते चेत् अत्र विग्रहं करोतु. अन्तिम अवयवः भवति, अवयवः भवति, अन्तिमः अवयवः भवति. मकार इत् यस्य सः मित् बहुव्रीहिः. मित् प्रथमान्तम् अचः षष्ट्यन्तम् अन्या अन्त्यात् पञ्चम्यन्तं परः प्रथमान्तम् अनेकपदमिदं सूत्रम्. तदेव तदेव अर्थं वदतु. मिदच्छोन्त्यात् परः मिदच्छोन्त्यात् परः इति यः मित् अस्ति यः मित् अस्ति मित् इत्युक्ते किं? मकारस्य इत् संज्ञा भवति. न न न इत्युक्ते यत्र नुम् इति वयं दृष्टवन्तः खलु, नुम् अत्र मकारः अन्ते आगच्छति खलु, एतत् मकारः एव मित्. अस्तु भगिनि, किमपि कुत्रापि मकारः इत् संज्ञा भवति तद् मित् न भवति वा? इदित् धातुः अस्ति. न न मित् समाने समाने नुम् ओन्लि नुम् इट् हेपन्स् यद्वेन एतुको यत्र मकारः अन्ते श्रूयते एतत् मित्. यत्र ककारः अन्ते श्रूयते कित् कित् आद्यन्तौ टकितौ आगच्छति खलु, टकारः अन्ते आगच्छति चेत् टित्. महोदय वदतु. Somehow I don't agree. Matlab ante shruyate reason is not correct, right? It is it sanya satra asti eva atra mit asti tit asti kit asti atra kim varnaha ante suyate atra adiyantau takitau iti atra svikurmaha chet adi takaraha ante kakaraha etat adi takaraha. बट् कारणम् अस्ति हलन्त्यं सूत्रे सूत्रकारणम् इत् संज्ञा अस्ति चेत् मित् अस्ति, रैट्? एतदपि एतदपि भवति, परन्तु मित् नुम् अस्ति चेत् अत्र मित् किम् अस्ति? बिकास् मकार इत् संज्ञा अस्ति तत् कारणं. मकारः इत् संज्ञा, मकारः इत् संज्ञा, अनन्तरं तत्र मित् अपि अस्ति. न मकार इत् संज्ञा चेत् नुम् बिकम्स् नु, So that's why nu is mit. Nu kimartam mit agachati vidachavantiyat paraha 1147 pashyatu atra. मित् आगमः आगमिनः अन्तिमस्वरात् अनन्तरं विधीयते. अत्र अन्तिमस्वरात् अनन्तरं संस्थाप्यते. मित् आगमः यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरात् खलु द्रष्टुं शक्यते वा? हा तत्तु सम्यक्, परन्तु मित् मित् किं मित् अस्ति मित् इत्युक्ते किम्? वदतु मित् इत्युक्ते किम्? अत्र न दृश्यते मित् इत्युक्ते किम्. अत्र मिदचोन्त्यात् परः इति अत्र सूत्रं स्वीकुर्मः चेत् तित् आगमः चित् आगमः मित् आगमः यत्र यत्र अन्तिमवर्णः अस्ति तकारः अस्ति चेत् अत्र तित् ककारः अस्ति चेत् अत्र कित्. अनन्तरं मित् यत्र अस्ति अन्तिमवर्णः मकारः अस्ति चेत् मित्. मित् आगमः यश् यस्य शब्दस्य विधीयते तस्य शब्दस्य अन्तिमस्वरात् अनन्तरं संस्थाप्यते. अतः तत्र अपि उदाहरणमपि अस्ति, पश्यतु अत्र मित् कुत्र अस्ति इति. अत्र क न इप् अस्ति, मकारस्य अलन्त्यं यदा भवान् उक्तवान् इदितो नुम् धातोः अत्र क नुम् प अस्ति सूत्रेण. इदित् धातोः नुम् इति आगमः भवति अत्र. अनन्तरम् अयम् आगमः मित् अस्ति, नुम् अस्ति अत्र मित् अस्ति. अतः अयं धातोः अन्तिमस्वरात् अनन्तरम् इत्युक्ते ककार उत्तरात् अकारात् अनन्तरं विधीयते. एतत् नुम् आगच्छति, अन्तिमवर्णः मित् अस्ति. भगिनी अनन्तरम् अकारः अलन्त्यम् इत्यनेन अपगच्छति, इत्संज्ञा भवति तस्य लोपः. अलन्त्यं तस्य लोपः इत्यनेन मकारः अपगच्छति. इतोपि प्रश्नः अस्ति वा? फार् एक्साम्पल् ज्ञानं, सो ज्ञानं शब्दः अस्ति, सो इस् ज्ञानम् आल्सो ज्ञानम् एनं शब्दः अत्र एतत् नास्ति. ज्ञानम् इति शब्दः एव, ज्ञानम् इत्युक्ते कार्य वेहिकल् खलु. ज्ञानम् एतत् शब्दं पदमस्ति अत्र. भगिनि वन् मिनिट्, ऐ जस्ट् मै डौट् जस्ट् वाण्ट् टु गेट् मै सेल्फ् क्लारिफैड्. Like, we have the shap pratyaya, where pakaraha alantyam, tasya lopaha iti sutrena, pakarasya itsanya bhavati. Tadha, pit itiyam uchyate. Etra kutra pakara nasti apit iti uchyate. Idit. Idit, the last letter is E, which gets becomes a it sanya and is removed. So that becomes idit. Udit means the last sankhya is U, which is gets removed as a it sanya, it goes away. So that becomes udit. So here in num, so the makara is the last letter. So that gets removed as a itsanya, right? So when that makaraha becomes the itsanya and gets removed, that num becomes the mudita, because that is the last letter. Makara is the last letter, so that mit, that becomes the, we call num as mit. So anything which has got a last letter, makara, and that becomes the itsanya and tasya lopaha bhavati, tat padaha mit, it, kit, pit, iti sanya bhavati. Samichinam. Your understanding is right. Right. Yeah. So what I am trying to say is any word, whichever that last ending halantyam becomes a hitsanya and gets disappeared, that's lopaha bhavati. That namakaranam comes for that. समीचीनम् उत्तमम् उत्तमं भवत्याः अण्डर्स्टाण्डिङ्ग् इस् उत्तमम् अस्तु. इतोपि प्रश्नः अस्ति वा मिस्टर् अनिल् कुमार् महोदय? देट् वास् मै अण्डर्स्टाण्डिङ्ग् एस् वेल् सो अस्तु शी एक्स्प्लेन्ड् करेक्ट् अस्तु. इदानीम् अत्र पश्यतु आद्यन्तौ टकितौ इतोपि किञ्चित् अत्र बहुवीर्घिः किमर्थम् अत्र बहुवीर्घिः बहुवीर्घिः किम् अस्ति चेत् यत्र पीताम्बरं यस्य सः पीतम् अम्बरं यः धरति सः कृष्णः एव. किमर्थं चेत् सः तु काला अस्ति अतः तत्र पीतं मञ्ज कलर् येल्लो कलर् धरति एव सः धरति अतः तत्र एतत् अन्यपदं सूचयति बहुवीर्घिः इत्युक्ते अन्यपदं सूचयति एतदेव अत्र बहुवीर्घिः अस्तु. मित् प्रथमान्तम् अचः प्रथमान्तम् इत्युक्ते अत्र किं किं वा आगच्छति आदेशः आगमः नामकरणम् अनन्तरम् एतदेव प्रथमान्तम्. अनन्तरं षष्ट्यन्तं षष्ट्यन्तं किं सूचयति सर्वदा स्थानं सूचयति समीचीनं. अनन्तरम् अन्त्यात् पञ्चम्यन्तं पञ्चम्यन्तं किं भवति परे कार्यमस्ति पूर्वं निमित्तम् अस्तु. अनन्तरं परः एतदपि प्रथमान्तम् अत्र आगमः भवति आदेशः भवति अनन्तरं किम् अस्ति संज्ञाप्रकरणमपि संज्ञा अपि भवितुं शक्यते अतः एतत् अनेकपदमिदं सूत्रम्. अत्र पूर्वं दृष्टवन्तः इदितोनुं धातोः स्वयं सम्पूर्णं अत्र अनुवृत्तिसहितसूत्रं नास्ति एव एतत् स्वयं सम्पूर्णम् अस्तु अस्तु. इदानीम् आद्यन्तौ टकितौ एकनिमिषम् अत्र किम् अस्ति कण्णम मुत्तुलक्ष्मी अस्ति वा? पठतु मुत्तुलक्ष्मी पठतु आद्यन्तौ टकितौ. आद्यन्तौ टकितौ आरभ्य आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. अस्मिन् सूत्रे अचः षष्टिविभक्तौ अचः अन्त्यात् इत्यस्य अर्थः निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः तस्मात्. अत्र अचः एकवचने यतोहि अनेन अच् जातिः इति इष्टम्. आशयः बहुवचनं निर्धारणसप्तमी बहुषु एकम् जातासु. इतः पर्यन्तं वदतु. अस्तु. आद्यन्तौ टकितौ इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः. आतिः अन्तौ टकितौ टकारस्य इत् अस्ति चेत् आदौ आगमः भवति. टकारस्य इत् टित् तः आगमः आदौ भवति अतः आदि इति अस्ति. अन्तौ इत्युक्ते ककारस्य इत् टित् आगमः अन्ते भवति अतः अन्तः इत्यस्य अनुवृत्तिः अस्ति. अस्मिन् सूत्रे अचः षष्ठीविभक्तौ अचः इत्युक्ते स्थानं सूचयति षष्ठीविभक्तिः स्थानं सूचयति. अचः अन्त्यात् इत्यस्य अर्थः निर्धारणम् अच् स्पष्टीकरणं स्पष्टीकरणं खलु निर्धारणम् अत्र सूचयति स्पष्टीकरणार्थम् अत्र आदि किं भवति तकारः अन्तौ किं भवति ककारः एतत् अत्र स्पष्टीकरणार्थं निर्धारणं नाम पठतु. निर्धारणं नाम सर्वेषु स्वरेषु अन्तिमः. एतत् वयं जानीमः एव खलु. इदानीम् अत्र अचः एकवचने अस्ति. सीतालक्ष्मी अस्ति वा? सीतालक्ष्मी, सीतालक्ष्मी अस्ति वा? अस्ति महोदय. पठतु. अत्र अचः एकवचने न एतत् अभवत्. एतत् अनेन अचि जातिः इति इष्टं. किमर्थं चेत् अत्र अचि एव अत्र स्थानि भवति, अतः एतत् जातिः. जातिः इत्युक्ते अत्र एकमस्ति चेत् अत्र किमपि कार्यं नास्ति. एकमेव आकाशः, एकमेव अत्र जातिः नास्ति. इदानीं पशवः अस्ति, बहवः अस्ति, अतः अत्र जाति सूचयति एव. अग्रे पठतु. जात्या सीतालक्ष्मी पठतु. जाति आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्. समीचीनं. तर्हि अचः एकवचने खेदति सार्वत्रिक बहुवचनार्थकः इत्थञ्च षष्टिविभक्तेः अर्थः स्थाने इति. नः षष्टिस्थाने योग नः नास्ति अत्र, कोलन् अत्र स्थाने इति न, स्थाने इति न, षष्टिस्थाने योग इति सामान्यम् इदं सूत्रं विशेषः. अनुवृत्तिसहितसूत्रं नित् अचः अन्त्यात् परः अन्तः. अत्र प्रथमाध्याये द्वितीयपादे पठतु. जात्याख्याम् एकस्मिन् बहुवचनम् अन्यतरस्याम्. अन्यतरस्यां तर्हि अचः एकवचने खेदपि अचुवर्णः एकवचने अस्ति चेदपि सार्वत्रिकबहुवचनार्थकः. अर्थं किं अत्र अत्र पठितुं शक्यते वा? अत्र काशिका अस्ति खलु. जात्याख्यायामेकस्मिन् बहुवचन काशिका, काशिका इति अस्ति खलु. अशिष्यम् इति निर्वृत्तं, निवृत्तं. जातिः नाम अस्ति खलु अत्र. जातिः नाम अयम् एकः अर्थः. जातिः नाम एकः अर्थः. तद् अभिधाने एकवचनम् एव प्राप्तमत् इति इदम् उद्यते. जातेः आख्या, आख्या इत्युक्ते किं? कोऽपि वदतु. आख्या नाम, नाम जात्याख्या नाम इत्युक्ते जात्याख्यायाम् एकस्मिन् अर्थे बहुवचनम् अन्यतरस्यां भवति. अन्यतरस्याम् इत्युक्ते किम्? कोऽपि अन्यतरस्यां वा, विभाषः, विकल्पः, एतत् सर्वं किमस्ति? एकपदम् एव, एकपर्यायपदमेव अत्र. अन्यतरस्यां विभाषा वा विकल्पेन यत्र यत्र एतत् पदानि श्रूयन्ते तत्र तत्र अत्र विकल्पः भवति. इत्युक्ते रूपं द्वयं भवति. एकस्मिन् अर्थे, एकस्मिन् अर्थे एकः एव अर्थः, परन्तु एतत् बहुवचनमपि अस्ति. अन्यतरस्याम्, अन्यतरस्याम् इत्युक्ते किं भवति इदानीम् अर्थः, पर्यायपदः किं? कोऽपि वक्तुं शक्यते वा? इदानीमेव मया उक्तम्. बहुवचनमपि भवति, भवति, परन्तु पर्यायपदवाचिनः किं किम् अभवत् इदानीम् अन्यतरस्याम्? अन्यतरस्यां विकल्प, विकल्पेन वा, वा विभाषा वा, अदकप्रम अनन्तरं विभाषा. चत्वारः पदानि सन्ति. अर्थं पर्यायपदं समानमेव वा, विभाषा, विकल्पेन, अन्यतरस्याम्. एतत् सर्वं लिखतु. अत्र किञ्चित् क्लेशः न आगन्तव्यम्. अग्रे भविष्यत्काले विभाषा इत्युक्ते किम्? एतत् अत्र न शोचनीयं न चिन्तनीयमेव. अनिल् महोदय अस्ति वा? आं महोदय. एतत् विभाषा अन्यतरस्यां वा विकल्पेन सर्वाणि पदानि किम् अस्ति चेत् रूपं द्वयं भवति इति अर्थम् अत्र. अत्र अतः तत्र इदानीं वासु अपि किं भवति अत्र? एतत् एकपदमेव परन्तु अर्थं बहुवचने अपि भवितुं शक्यते इति तत्र दत्तं खलु. अनन्तरम् अत्र षष्ठी आगच्छति. षष्ठी इत्युक्ते अत्र स्थाने योग. यत्र यत्र षष्ठी आगच्छति अत्र अथव इति स्थाने सूचयति. अस्तु परन्तु अत्र स्थाने नास्ति. That's what it is saying, right? Yeah. इति सामान्यम् इदं सूत्रं विशेषः अत्र. अनुवृत्तिसहितसूत्रमपि अस्ति अत्र. मित् अचः अन्त्यात् परः अन्तः. एतत् मिद मिदचोन्त्यात् परः किं वदति चेत् अत्र मित् अत्र अचः अन्त्यात् परः अन्तः भवति इति. एतत् उदाहरणरूपेण वन्द् धातोः वयं स्वीकृतवन्तः. नुं धातोः इदितो नुं धातोः इत्यनेन. इदानीं अनिल् कुमार् मित् अचः अन्त्यात् परः अन्तः. सो दिस् सेकेण्ड् अन्तः वाट् डस् इट् मीन्? मिदचोन्त्यात् परः अत्र अन्त्यात् पूर्वो मस्जिद्ने नुषङ्ग संयोगादि लोपार्थम् आगच्छति. अत्र मित् अन्त्यात् अचः मित् प्रथमम् अस्ति एकवचने. अचः मिद् अचः अन्त्यात् पञ्चमी एकवचनम् अन्त्यात् परः प्रथम. इदानीं भवतः प्रश्नः मित् आगमः किम् अस्ति अत्र? मम प्रश्नः अस्ति अत्र अनुवृत्ति नास्ति. कोऽपि अनुवृत्ति नास्ति उपरि गच्छति. बट् इन् अवर् थिङ्ग् द अन्तः अनुवृत्ति केम् हियर् द अनुवृत्ति सहितसूत्रम् इस् मित् अन्त्यात् अचः पर दट्स् आल् तावदेव. मित् अचः अस्ति अन्त्यात् यत्र अचिवर्णस्य अन्त्यात् परः. सो एतत्तु सम्यक् अहम् अवगतं परन्तु इन् अवर् करपत्रं देर् इस् अ एक्स्ट्रा अन्तः देर् सि हियर् इट् इस् नाट् देर् न अन्तः इत्युक्ते अन्तिमवर्णस्य अच् अन्तिमवर्णस्य तावदेव अन्त्यात् दट् इस् अन्त्यात् फ्रम् अन्त्यात् ऐ नो अत्र अन्तः एक्स्ट्रा इस् देर् वाट् इस् दट् डूयिङ्ग् अन्त्यात् परः अन्तः अत्र किञ्चित् मुद्रणदोषाः अपि शक्यते परन्तु अन्त्यात् परः अन्तः इत्युक्ते किम्? अन्तः इत्युक्ते एण्ड् ओन्लि खलु. अन्त्यात् परः अन्तः मिचः अतः अन्त्यात् अच्वर्णात् अन्त्यात् यत्र अन्तः भवति एण्ड् भवति तत् स्थाने अचः भवति इति अत्र निर्धारणं स्पष्टीकरणार्थं तत्र अन्तः इति पुनरपि अत्र आगच्छति इति मम चिन्तनम्. अस्तु अग्रे पठतु. अस्मिन् सूत्रे नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति इति उक्तम्. पङ्क्तिः तत् पङ्क्तिः अर्थं वदतु. ओके अस्मिन् सूत्रे नुमागमः अस्मिन् इत्युक्ते कस्मिन् मिदचोन्त्यात् परः नुमागमः यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयः भवति इति उक्तम्. इदानीम् अन्तिम अवयवः अचुवर्णात् अग्रे अन्ते यत् वर्णः आगच्छति अन्तिमवर्णः एतत् अवयवः इति भवति. अवयवः अवयवी इत्युक्ते किं भवानेव वदतु. अवयवी इत्युक्ते किम्? अवयवः इत्युक्ते किम्? अवयवः इत्युक्ते तत्र विभक्ति नास्ति, मतलब् परिवर्त मतलब् समान एव आल्वेस्, दट् इस् अवयव रैट्. फार् एक्साम्पल् एक्साम्पल् अस्माकं शरीरमपि अत्र पृथक्तया यत् यत् अस्ति, नासिका अस्ति, अनन्तरं कर्णः अस्ति, हस्तमस्ति, पादमस्ति, एतत् सर्वम् अवयवः. परन्तु पूर्णतया वक्तुं शक्यते चेत् अवयवी इति भवति. तादृशमेव अत्र अन्तिम अवयवः किम् अस्ति अत्र अच् वर्णः इति भवति इति उक्तम्. अग्रे पठतु. अहं न अवगतं महोदय. अन्तिम अत्र यस्य वर्णस्य समुदायः आगमः, अत्र समुदायः नुम् इति अस्ति, मकारः अस्ति नुम् इति. अत्र नकार उकार मकार अस्ति खलु नुम्. अस्तु, एतत् सर्वं समुदायः एव. परन्तु अत्र मिदच्छोन्त्यात् परः इति स्वीकुर्मः चेत् अत्र वन्द् इति अत्र अस्ति, अत्र वदी इति अस्ति वदी. अत्र इकारः दकारः उत्तरवर्ति, ईकार उत्तरवर्ति अनुनासिकवर्णः अपि अस्ति. एतत् वर्णसमुदायः अस्ति खलु. अत्र विरुं अत्र दकारः न एव अत्र अस्ति, दकारः एव नास्ति अत्र. ईकारः अस्ति, इकार उत्तरवर्ति अनुनासिकवर्णः अस्ति, अनन्तरं दकारः अस्ति. एतत् एव वर्णसमुदायः खलु. खलु महोदय, वकार अस्ति, अकार अस्ति, दकार न, अन्तिमवर्णः विषये अहं वदामि. वदी इति स्वीकुर्मः चेत् वकारः तत्रैव तिष्ठतु. अत्र वदी अन्तिमवर्णः किं किं सूचयति? अन्तिमवर्ण अनुसार इकार अनुनासिकवर्णः, अनुनास अनुस्वारः नास्ति, अनुनासिकवर्णः. अनुनासिक इकार अनुनासिक इकारः अनन्तरं दकारः अत्र अस्ति. एतत् वर्णसमुदायः अस्ति. न न न, समुदायः इत्युक्ते एकमधिकं पूर्वं दकारः अस्ति. दकार अनन्तरम् अनुनासिक इकार. एतत् अत्र समुदायः अस्ति वा नास्ति वा? एकवर्ण एकवर्णस्य अधिकम् अस्ति वा नास्ति वा? अधिकमस्ति. एतदेव, यत्र एकवर्णस्य अधिकं वर्णाः सन्ति चेत् तत्र समुदायः इति भवितुम् अर्हति. अत्र वर्णसमुदायः. इदानीम् अग्रे पठतु. कुत्र अस्ति? एकनिमिषम्. उपरि उपरि उपरि उपरि अस्ति. निजचोन्त्यात् परः अस्तु. इदानीम् अत्र यस्य अर्थः कः? सो दिस् यस्य वर्णसमुदायस्य आगमः. सो अत्र नुम् अस्ति समुदाय, तस्य अन्तिम अवय भवति अन्तिम अवयवः नुम् आगमः. अस्मिन् सूत्रे नुम् आगमः भवति खलु मध्ये, नकारः एव तिष्ठति अत्र. परन्तु अत्र नुम् इति अत्र समुदायस्य समुदायः एव खलु. अत्र पूर्णतया नुम् अत्र मध्ये न आगच्छति. वन्द् इति स्वीकुर्मः चेत् अत्र नुम् इत्युक्ते मकारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति, उकारः उपदेश अज अनुनासिक इत्यनेन अपगच्छति, अत्र नकारः एव तिष्ठति. वन्द् मध्ये वकारः, मध्ये नकारः, अनन्तरं दकारः, वन्द् इति आगच्छति. परन्तु अत्र नुम् इति समुदायः एव अस्ति अत्र. तस्य अन्तिम अवयवः भवति इति उक्तम्. अन्तिम अवयवः किं तिष्ठति अत्र नकारः एव तिष्ठति अग्रे अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे ज्ञानशब्दः बहुवचने ज्ञानानि भवति ज्ञान प्लस् इ षी प्रत्ययः लसक्वतद्धिते इत्यनेन इ अवशिष्यते न एतत् वदतु इदानीं ज्ञानशब्दः ज्ञानं ज्ञाने ज्ञानानि अस्ति खलु वनं वने वनानि फलं फले फलानि ज्ञानं ज्ञाने ज्ञानानि इदानीं ज्ञानशब्दः पठतु बहुवचने बहुवचने ज्ञानानि भवति ज्ञान अधिक इ षी प्रत्यय लसक्व तद्धिते इत्यनेन इ अवशिष्यते लशक्व तद्धिते इत्यनेन किम् अपगच्छति शकारः अपगच्छति अत्र शकारयोगः इकारः शकारः अपगच्छति चेत् अत्र इकारः एव तिष्ठति इदानीं ज्ञानयोगः इ अत्र ज्ञान इति पदस्य अन्तिमवर्णः किम् अकारः ज्ञान उकारवर्ति अकारः सो अकार इकार मेलनेन भवति ज्ञाने इति भवति एतदेव प्रथमा विभक्त्यां द्विवचनं भवति खलु ज्ञानं ज्ञाने ज्ञानानि इदानीं अग्रे पठतु अत्र प्रथमं आगमः अस्ति न अहं भवत्याः कृते अत्र स्पष्टीकरणार्थं ज्ञाने इति मया उक्तम् अग्रे पठतु मिदचोन्त्यात् परः इत्यनेन नुमागमः ज्ञान अधिक नकार अधिक इ अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः ज्ञानान् अधिक इ ज्ञानानि अत्र क्लेशः अस्ति वा सर्वनामस्थाने च सम्बुद्धौ इत्युक्ते अत्र किं भवति अष्ट किम् अस्ति सम्बोधनप्रथमा इति अस्ति खलु सम्बुद्धौ इत्युक्ते किम् अत्र सम्बोधनम् इति अष्टमविभक्तिः नास्ति एव एतत् हे राम इति वयम् अत्र पृच्छामि चेत् अत्र रामपदं तत्रैव तिष्ठति प्रथमाविभक्त्याम् एव तिष्ठति रामः इति अत्र विसर्गं नास्ति हे राम हे रामौ हे रामाः एतत् अत्रैव तिष्ठति अत्र अतः तत्र सम्बोधनप्रथमा इति वक्तव्यं तादृशमे अत्र सम्बुद्धौ च सम्बुद्धौ अत्र सर्वनामस्थाने सर्वनामस्थानं किं किम् अस्ति कोऽपि वदतु सर्वनामस्थाने इत्युक्ते किं महोदय सर्वनामस्थाने इत्युक्ते यत्र अत्र सु औ जस् अम् औट् सु औ जस् अम् औट् जानाति खलु एतत् प्रत्ययम् एकविंशतिः प्रत्ययं जानाति खलु सर्वे जानाति खलु अत्र सर्वनामस्थाने किम् अस्ति चेत् सु औ जस् अम् औट् रेस्ट् वाट् आर् द रेस्ट् दट् इस् आ सर्वनामस्थाने अत्रापि यचुभम् अस्ति वासन्यम् अस्ति पदमस्ति पदसंज्ञा अस्ति एतत् सर्वम् अग्रे एतत् विषये पश्येम इदानीं सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अत्र वृद्धिः भवति ज्ञान इति अस्ति खलु अत्र ज्ञान नकारस्य वृद्धिः भवति इत्युक्ते आकारः भवति अतः ज्ञाना अनन्तरं नकारः अस्ति ज्ञानान् इति इकारः मेलनेन ज्ञानानि इति भवति अन्तिमरूपम् अत्र इतः पर्यन्तं क्लेशः अस्ति वा संशयः अस्ति चेत् अत्रैव पृच्छतु, अग्रे न गच्छतु. अनिल् संशयः अस्ति वा मिस्टर् महोदय? चिन्तयामि महोदय, ज्ञान इति अस्ति खलु, ज्ञान इति अस्ति, अत्र ज्ञान इति ह्रस्व आकारः एव तिष्ठति खलु. तत्तु सम्यक्. इदानीं सर्वनामस्थाने च सम्बुद्धौ इति सूत्रं स्वीकरोतु. अस्तु, अहं 648 सम्यक् जानाति खलु? आमाम् अवगतम्. इदानीं ह्रस्व अकारः अस्ति, सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अत्र नक् अकारस्य दीर्घः भवति. ज्ञान इत्युक्ते अत्र ज्ञाना इति भवति. अनन्तरं तद्धितविषये स्वीकुर्मः चेत् तद्धिते स्वचामादेः इति सूत्रेण आदिविर्धिः भवति. अतः अतः एव विनतायाम् अपत्यं पुमान् वैनतेयः, एतत् तद्धितविषये अस्ति. इदानीं सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अत्र उपधायां दीर्घः भवति. अतः ज्ञान इति ह्रस्व अकारः अस्ति चेत् अत्र वृद्धिः भवति, अतः तत्र ज्ञाना इति भवति खलु. अनिल् महोदय, महोदय, महोदय, पृच्छतु. सम्बोधन एकवचनं वा बहुवचनं वा न? ज्ञानानि, ज्ञानानि एतत् सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण सु औ जस् जस् अस्ति खलु, तत् स्थाने अत्र षि आदेशः भवति. एकनिमिषम् अहं सूचयिष्यामि. 648 अस्ति खलु, असम्बुद्धिवाचके, असम्बुद्धिवाचके सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधायाः दीर्घः भवति. किं किम् अत्र सु औ अत्र द्रष्टुं शक्यते वा? सु औ जस् अम् औट्, सु औ जस् अम् औट्, एतत् एव अत्र किं भवति चेत् सर्वनामस्थानमस्ति. अत्र 21 अस्ति खलु, एकविंशतिः ज्ञेभ्याम् एतत् 21 अस्ति खलु. अत्र प्रथमपञ्च प्रत्ययाः सु प्रत्ययमस्ति, औ प्रत्ययमस्ति, सु योजनेन एव अत्र ऋत्वविसर्गौ इत्यनेन रामः इति भवति, औ योजनेन रामौ इति भवति, जस् योजनेन अस् भवति, अनन्तरम् अह भवति, अतः रामाः इति भवति. अत्र अपि आदिविर्धिः भवति. अम् रामम् अनन्तरं रामौ तकारः अलन्त्यं तस्य लोभः इत्यनेन अपगच्छति, औ रामौ इति भवति. एतत् पञ्च प्रत्याहाराः सु औ जस् अम् औट्, एतत् पञ्चप्रत्ययानां सुडनपुंसकस्य इत्यनेन सर्वनामस्थानसंज्ञा भवति. सो इन्द एतत् पञ्च प्रत्याहाराः सर्वनामस्थानमिति भवति. अनन्तरं सुड आनपुंसकस्य, सुट् आनपुंसकस्य, न नपुंसकम्, आनपुंसकस्य, किमर्थं चेत् इतोपि अत्र षि आगच्छति, अग्रे अग्रे आगच्छति षि, इदानीं नास्ति. एकं कार्यं कुर्मः, इदानीम् अत्र सर्वनामस्थाने च सम्बुद्धौ अत्र एव तिष्ठेम. अग्रिमवर्गे सर्वनामस्थाने च सम्बुद्धौ इति सूत्रात् आरभ्य ज्ञानानि कथं भवति इति द्रष्टुं शक्यते. अस्तु, इदानीम् अत्र इतः पर्यन्तम् अत्र क्लेशः अस्ति चेत् लिखतु किं किम् अत्र क्लेशः अस्ति, सन्देहः अस्ति, लिखतु. अग्रिमवर्गे एतत् वयं द्रष्टुं शक्यते एव. इदानीम् ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते पूर्णम् एव अवशिष्यते पूर्णमदः पूर्णमिदम् एतत् सर्वं भवति एव परन्तु अत्र पूर्णम् इत्युक्ते श्रीमन्नारायणः सर्वत्र तत्र चित् अचित् रूपेण भवति पूर्णात् पूर्णम् उदच्यते पुनरपि सः पूर्णमेव किमर्थं चेत् पूर्णस्य पूर्णम् आदाय सः एव अत्र आधाररूपेण सर्वत्र तिष्ठति वयं सर्वे आदेयः तत्र भूमिः अस्ति चेत् एतत् आधारः वयम् उपरि तिष्ठवन्तः वयं सर्वे अत्र आदेयः भवति पूर्णम् एव अवशिष्यते यत्र किमपि भवतु सः सर्वत्र अस्ति एव चित्रूपेण अस्ति अचित् रूपेण अस्ति परन्तु सः पूर्णम् एव शिष्यते अन्ते सः सम्यक्तया तिष्ठति एव अत्र किमपि अत्र दोषः नास्ति पूर्णमेव शिष्यते अतः सर्वत्र शान्तिः भवति एव इति तत्र दत्तम् अस्तु सर्वेभ्यः नमस्कारः शुभदिनं धन्यवादः अग्रिमसप्ताहे रविवासरे मिलामः अस्तु धन्यवादः धन्यवादः धन्यवादः धन्यवादः